अस्तु, सम्प्रति अस्माकं विषयः अस्ति आश्रयनाशाजन्यगुणनाशः, समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति अनुमानस्य परिशीलनम्। अस्य परिशीलनम् आगतमासीत् विभागसाधनाय अथवा विभागसाधनस्य सन्दर्भे अस्य आवश्यकता उत्पन्ना। तर्हि अस्य अनुमानवाक्यस्य आवश्यकता का, किमर्थं तस्य आवश्यकता अस्ति इति किञ्चित् सावित्री भगिनी तस्य विषये वदति वा? चतुरधिक एकशतं वा? एकशतं आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्य गुणनाशत्वात् पाकजरूपनाशवत् दृष्टान्ते तादृशसमानाधिकरणगुणः तेजस्संयोगः। अस्तु, तत्र प्रश्नः, तत्र सन्दर्भः आसीत् विभागस्य साधनाय केचन जनाः क्षणपञ्चकव्यापिनी प्रक्रियां न मन्यन्ते, न तदर्थं तत्र लिखितमस्ति तादृश समानाधिकरणगुणः तेजस्संयोगः यथा क्रिया आसीत् पञ्चक्षणव्यापिनी प्रक्रियायां यदा क्रिया भवति घटे तदा आकाशदेशात् विभागः भवति, अन्य आकाशदेशात् संयोगः भवति, तदर्थं तत्र उक्तवन्तः यत् विभागः प्रथमं जायते तस्मात् संयोगनाशः भवति इति। अत्र प्रसङ्गः केचन जनाः वदन्ति यत् वैशेषिकप्रक्रियायां विभागकल्पनमेव भवति, तत्र प्रमाणं किञ्चिदपि नास्ति, संयोगः अपि च विभागः एकमेव क्षणे द्वयोः भवितुम् अर्हः, तत्र किमपि प्रमाणं नास्ति यत् विभागः संयोगनाशस्य पूर्वक्षणे अस्ति इति, तदर्थं किञ्चित् इतोपि वदनस्य आवश्यकता आसीत्। तत्र आश्रयनाशजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशगुणनाशत्वात् पाकजरूपनाशवत् इति प्रसङ्गः तदर्थं दीयते इति अहं मन्ये। तत्र पाकजरूप इत्युक्ते तेजसंयोगेन घटे रूपः नश्यति, पाकजेन अथवा तेजसंयोगेन रूपः नश्यति, तथैव यत्र कुत्रापि आश्रयनाशाजन्यगुणनाशः भवति तत्र अन्यत् किमपि समानाधिकरणगुणजन्यः भवेत् एव, समानाधिकरणगुणः भवेदेव, गुणः भवेत् एव इति अनुमानस्य अनुमानं स्वीकृत्य दृष्टवन्तः। तथैव वा भगिनि? आमामां, समीचीनं भगिनि, तथैव अस्ति। तर्हि आवश्यकता का इति अनुमानवाक्यस्य किमर्थम् आसीत् आवश्यकता इत्युक्ते एतदर्थमेव यद् भगिनी उक्तवती, तैः प्रदर्शितं क्षणपञ्चकव्यापिनी प्रक्रियायाम् अस्तु विभागः इति अन्यतमः गुणः इति। तर्हि ये केऽपि न अनुमन्यन्ते ते किं वदन्ति? भवतु नाम विभागः इति कश्चन भावपदार्थः भवतु, संयोगनाशः इति अभावपदार्थः भवतु, तेन किं साधितं? कार्यकारणभावः तु न साधितः, तदर्थम् अनुमानवाक्यम् आगतम्। पश्यन्तु अत्र अधिकरणस्य आश्रयस्य नाशः न जातः, तथापि कश्चन गुणः नष्टः, तर्हि कथं जायेत इत्यस्य विषये चर्चा आसीत्, तदर्थम् अनुमानवाक्यम् आवश्यकम्। अपि च अनुमानवाक्येन साधितमपि विभागः अन्यतमगुणः इति. अस्यैव विषये परिशिष्टम् इति आसीत्. मानवाक्यम् इत्युक्ते आशानाशजन्यगुणनाशः तद्वाक्यं यदस्ति तदेव किल पार्थजरूपनाशवत् इति. तर्हि परिशिष्टे इदमेव चिन्तनं तत्र दर्शितमस्ति यत् सावित्री भगिन्या उक्तं, तस्याः च परिहाराय संक्षेपतः तत् प्रकरणे अनुमानम् उक्तमासीत्. कस्याः परिहाराय संयोगनाशं प्रति विभागः कारणमस्ति न वा इत्यस्य शङ्खायाः परिहाराय अनुमानवाक्यम् आगतम् आसीत्. किन्तु ततः अग्रे जिज्ञासूनां प्रमोदाय कश्चित् कोटिक्रमः प्रदर्श्यते इति उक्त्वा अग्रे इतोपि किञ्चित् दत्तमस्ति. तर्हि वर्धिनी भगिनी, तथा हि इत्यस्मात् किञ्चित् पठति वा? आं भगिनि, तथा हि जनकनाशजन्यगुणनाशः समानाधिकरणगुणजन्यः जनकनाश अजन्यत्वे सति गुणनाशत्वात् तेजसंयोगजन्यरूपनाशवत् गुणनाशो हि क्वचित् समवायिकारणनाशेन क्वचित् असमवायिकारणनाशेन क्वचित् निमित्तकारणनाशेन च भवति. आद्यः यथा घटध्वंसेन रूपरसादीनां ध्वंसः, द्वितीयः दिक्पिण्डसंयोगरूप असमवायिकारणनाशेन परत्वादिनाशः, तृतीयः अपेक्षाबुद्धिरूप निमित्तकारणनाशेन द्वित्वादिनाशः, जनकनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः. जनक इत्युक्ते कारणमस्ति, समवायिकारणं वा निमित्तकारणं वा असमवायिकारणं वा, तस्य नाशेन अजन्य तद्गुणः न जनयति कारणेन समानाधिकरणगुणजन्यः. हा, समीचीनं भगिनी. तर्हि जनकः इत्युक्ते कारणानि यानि सन्ति, समवायिकारणम् असमवायिकारणं निमित्तकारणं, तस्य नाशेन अजन्यः किन्तु समानाधिकरणगुणेन जन्यः अस्ति. जन्यः समानाधिकरणेन गुणजन्यः. तेजसंयोगजन्यरूपनाशः, तत्र समानाधिकरणगुणः कः? तेजसंयोगः. हा, तेजसंयोगः इति समानाधिकरण रूपनाशः. बहु समीचीनं. तेजसंयोगरूपनाशः इति अस्ति. अस्तु, तेजसंयोगः यदा जायते तदा रूपनाशः भवति, किन्तु रूपस्य अधिकरणं नश्यति वा? न नश्यति. अतः समवायिकारणनाशः न जातः, निमित्तकारणनाशः अपि न जातः रूपस्य. पुनः असमवायिकारणेन यद् मन्यामहे तदपि नष्टः न इति कृत्वा आहत्य जनकनाशाजन्यगुणनाशः इति अस्ति. अस्तु, अग्रे पठतु. एतद् भिन्नः न न गुणनाशो हि क्वचित् समवायिकारणेन क्वचित् क्वचित् समवायिकारणनाशेन क्वचित् असमवायिकारणनाशेन क्वचित् निमित्तकारणनाशेन च भवति गुणनाशः. अग्रे उदाहरणानि दीयन्ते. समवायिकारणनाशेन घटसंयोगः घटं प्रति असमवायि असमवायिकारणं समवायिकारणनाशेन इति अग्रिमवाक्ये प्रथमम् अस्ति उदाहरणं किमस्ति तत्र घटध्वंसेन रूपरसादीनां ध्वंसः हा रूपरसादीनां समवायिकारणं किम् रूपरस गन्ध स्पर्श सत्यं रूपरसादीनां समवायिकारणं किम् राजेन्दर् महोदय साहाय्यं करोति वा आं भगिनि प्रश्नः अस्ति रूपरसादीनां घटे रूपरसम् इत्यादिकम् अस्ति चेत् तस्य समवायिकारणं किम् महोदय अस्ति आम् आम् श्रूयते वा भगिनि हा श्रूयते घटे यः रूपरसः अस्ति तस्य समवायि कारणं तु तादात्म्यसम्बन्धेन सह समवायेन तत् गुणः उत्पद्यते तर्हि समवायिकारणं किम् घटः एव हा तावदेव घटः स्वस्मिन् तादात्म्येन भवति समवायेन कार्यम् उत्पादयति रूपं रसम् इत्यादिकं रसः इत्यादि चिन्ता नास्ति अस्तु तर्हि समवायिकारणमस्ति घटः तर्हि घटध्वंसेन रूपरसादीनां ध्वंसः इति प्रसङ्गः कस्य उदाहरणमस्ति समवायिकारणमस्ति तत् तस्य अपि नाशः जातः तत् कारणात् रूपरसादीनां ध्वंसः अपि जातः हा समीचीनम् इति समवायिकारणनाशेन नाशः गुणनाशः इत्यस्य उदाहरणम् अग्रिमवाक्यं किमस्ति वर्धिनी भगिनी तृतीयः तृतीयः पठतु तृतीयः एव सत्यं तृतीयः पठतु द्वितीयः अपि अस्ति द्वितीयः दिक्पिण्डसंयोगरूपसमवायिकारणनाशेन परत्वादिनाशः हा इति करपत्रं पठामः इत्यस्य विषये करपत्रं पठनीयं यतोहि अस्माभिः पूर्वं किं दृष्टमासीत् असमवायिकारणनाशेन गुणनाशः नास्ति न भवति इति परिशीलितमासीत् पूर्वं यदा वयं गुणनाशस्य विषये परिशीलितवन्तः किन्तु अत्र उदाहरणं दीयते दिक्पिण्डसंयोगरूप असमवायिकारणनाशेन परत्वादिनाशः इति तर्हि तस्य विषये इतोपि किञ्चित् विशदीकृत्य करपत्रम् अस्ति तत् पठेम तृतीयम् अस्ति किम् तृतीयः अपेक्षा बुद्धिरूप निमित्तकारणनाशेन द्वित्वत्वादिनाशः अपेक्षा बुद्धिरूप निमित्तकारणनाशेन अपेक्षाबुद्धि इत्यस्य इदं पुस्तकमिति एकं पुस्तकं पुस्तकं प्रति अपेक्षा बुद्धिः निमित्तकारणमस्ति कं प्रति निमित्तकारणम् पञ्चपुस्तकं प्रति पञ्चत्वं प्रति द्वित्वादिसङ्ख्यां प्रति अपेक्षा बुद्धिः निमित्तकारणम् अस्तु तर्हि द्वित्वादिनाशः कदा भवति राजेन्दर् महोदय पुनः द्वित्वादि अपेक्षाबुद्धिरूपनिमित्तकारणनाशेन द्वित्वादिनाशः भवति इति प्रसङ्गः पूर्वमपि परिशीलितमासीत् अपि च समवायिकारणनाशेन गुणनाशः इति अपि परिशीलितमासीत् अधुना नूतनविचारः असमवायिकारणनाशेन कथं गुणनाशः भवति इत्यस्य विषये तर्हि करपत्रम् उद्घाटितमस्ति वा सर्वेषां पुरतः असमवायिकारणनाशेन गुणनाशः इति अपि च नूतनतया के के सन्ति अजितमहोदय अस्ति किम् नमस्कारः भगिनी अजितः. नमस्कारः. अस्तु अग्रे सरेम तर्हि. सन्ध्या भगिनी आरब्धुम् इच्छति वा करपत्रम्? आं भगिनि, किञ्चित् एकः प्रश्नः अस्ति मम. तत्र पूर्वं यद् वाक्यमासीत् तत्र आश्रयनाशजन्यगुणनाशः इति आसीत्, अत्र परिशिष्टे जनकनाशजन्यगुणनाशः. तर्हि तत्र कारणं किं, भिन्नभिन्नपदानाम् उपयोगः किमर्थमस्ति अत्र? हा, इति वर्धिनी भगिनी उक्तवती. जनकः इत्युक्ते कः? तत्र समवायि असमवायि वा निमित्तकारणं वा? जनक, तर्हि जनकपदेन एतानि त्रीणि अपि गृहीतानि. आम्. हा, परन्तु आश्रयनाशजन्यगुणनाशः इत्यनेन तादृशार्थः न प्रतीयते इति एव भेदः. तर्हि जनकनाशः जनक इति पदेन तत्र अधिक अधिकदेशः अस्ति, आश्रयः इति न्यूनदेशः इति वा? प्रायः तथा वक्तुं शक्यते. किन्तु आश्रयनाशजन्यः इत्यस्य वदनेन प्रायः समवायीकारणम् इत्येव अर्थः गृहीतः भवति खलु? इत्युक्ते यद् द्रव्यमस्ति तस्य एव ग्रहणं भवति. हा, यतोहि वयम् अधुना गुणस्य विषये चर्चयन्तः स्मः, गुणस्य आश्रयः द्रव्यमेव इति कृत्वा समवायिकारणं द्रव्यं, तस्य विषये एव उल्लेखः अस्ति आश्रयनाशजन्य इत्यस्य वदनेन. परन्तु जनकः इत्युक्ते इतोपि बृहद् बृहान् अस्ति, तस्मिन् समवायि असमवायि निमित्तकारणानि अन्तर्भूतानि इति. अस्तु भगिनि, अग्रे करपत्रात्. असमवायिकारणनाशेन गुणनाशः दिक्पिण्डसंयोगरूप असमवायिकारणनाशेन परत्वादिनाशः. दिक् इति द्रव्यं, दिशा सह संयोगो भवति, परत्वम् अपरत्वं चेति गुणद्वयं भवति. दिक् स्थितः एका एव, किन्तु एकनिमिष भगिनि, एकनिमिष. कस्यचित् 408-3408-018 इत्यस्मात्, 914-954 इत्यस्मात् अपि ध्वनिः कृपया म्यूट् कुर्वन्तु. हा, अस्तु अग्रे भगिनि. दिक् वस्तुतः एका एव, किन्तु उपाधिभेदेन अवच्छिद्यते भिद्यते. अनेन समीपे विद्यमानदिक् इत्युक्ते समीपे विद्यमानं स्थानं, दूरे विद्यमानदिक् इत्युक्ते दूरे विद्यमानं स्थानम्. अतः दिक् इत्यनेन देशोपाधिना या दिक्, अखण्डदिक् या भवति तस्य भागः तु भवन्ति. भागः इत्युक्ते एकैकं स्थानम्, एकैकोपाधिः. समीपे विद्यमानदिक् इत्यनेन दिशः मम समीपे विद्यमानभागः. एवमेव दूरे विद्यमानदिक् इत्यनेन दिशः मत्तः दूरे विद्यमानः भागः. तर्हि अत्र यद् अस्माकं द्वितीयकारणं यदस्ति, द्वितीयः दिक्पिण्डसंयोगरूप असमवायिकारणनाशेन परत्वादिनाशः इत्येतस्य विषये अत्र किञ्चित्. दिक् इत्युक्ते दिक् नाम्नं द्रव्यम् इति. तर्हि एतया दिशा सह यदा संयोगः भवति तत्तु सर्वदा अस्ति, यतोहि दिक् इति विभूद्रव्यमस्ति. तत्र परत्वम् अपरत्वम् इति तत्र गुणद्वयं दिशः तत्र निरूपणं न उपाधिं कर्तुं शक्नुमः एताभ्यां गुणाभ्याम्. हा, इति अपि सत्यं, किन्तु परत्वम् अपरत्वं गुणद्वयं चेत् कुत्र भवति? गुणः कुत्र अस्ति? द्रव्ये. हा, द्रव्ये अस्ति इति मनसि निधाय अग्रे गन्तव्यं, यतोहि सः गुणः कुत्र अस्ति इति न उक्तं, केवलं परत्वम् अपरत्वञ्च इति गुणद्वयं भवति. अपि च दिक् अपि द्रव्यं, तर्हि दिशा सह संयोगो भवति इति अपि सत्यं कस्यचिदपि. विभुद्रव्यम् इति कारणेन सर्वमूर्तसंयोगी सर्वेषां मूर्त सर्वैः मूर्तद्रव्यैः सह दिशः संयोगः भवति एव. हा, तर्हि दिक् इति भिन्नं द्रव्यं, तत्र परत्वम् अपरत्वम् इति गुणद्वयं तत्र दिशि भवति इति न, तत्र अन्यस्मिन् द्रव्ये भवति इति प्रायः तत्र अर्थः. अन्यस्मिन् अपरस्मिन् द्रव्ये वा अथवा दिशि वा गुणः यत्र कुत्रापि भवितुमर्हति खलु द्रव्ये. अस्तु, अग्रे. हा, तर्हि दिक् तु तत्र विभु एका एव अस्ति, अतः तत्र एका एव अस्ति वस्तुतः, तत्र भेदः भागः नास्ति, परन्तु उपाधिभेदेन तत्र भेदः दर्शयितुं शक्नुमः. उपाधिभेदेन अवच्छिद्यते इति. तर्हि तत्र उपाधिभेदं कृत्वा समीपे या दिक् अस्ति अपि च दूरे या दिक् अस्ति तत्र तस्य विषये वक्तुं शक्नुमः, समीपं दूरम् इति. अनन्तरं दिक् इत्यनेन देशोपाधिना या दिक् एतस्य अर्थः कः? दिक् इत्यनेन देशोपाधिना या दिक् इति एकमेव एका एव दिक् अस्ति किल. हा, अतः अस्तु, दिक्तु एकः एका एव, परन्तु समीपस्थादिक् अपि च दूरस्थादिक् इति कथं साध्यते उपाधिभेदेन? अतः दिक् इत्यनेन देशोपाधिना या दिक्. अस्तु, तर्हि दिक् इत्युक्ते अत्र एका एव तत्र एकमेव विभुद्रव्यं यदस्ति तद् न, परन्तु उपाधिभेदेन या दिक् इति वदामः सा दिक् इति अत्र अस्तु. अखण्डादिक् या भवति तस्य भागः भवन्ति. तर्हि पुनः तदेव अस्ति, उपाधिभेदः अस्ति, तत्र एकैकः भागः तत्र एकैकः उपाधिः इति वक्तुं शक्नुमः. तर्हि समीपे या दिक् अस्ति तद् तत्र समीपे विद्यमानभागः समीपादिक् इति वक्तुं शक्नुमः. दूरे यः भागः वर्तते तत्र दूरादिक् इति प्रायः तत्र वक्तुं शक्नुमः इति वदति. हा, तावदेव अस्ति, दिक् तु एका एव परन्तु उपाधिभेदेन अखण्डादिक् सति अपि तस्य खण्डनं कर्तुं शक्नुमः इति उपाधिभेदेन. इति स्पष्टमस्ति इति चिन्तयामि. अस्तु, तर्हि राजेन्दर् महोदय अग्रे पठति वा? रामस्य सन्निहिता दिक् रामस्य समीपे विद्यमाना दिक् या भवति तेन सह संयोगो भवति यस्य कस्यापि द्रव्यस्य, यथा घटस्य संयोगः रामस्य समीपे विद्यमान्या दिशा सह भवति तदानीं रामस्य कृते तद्द्रव्यम् अपरम्. अपरम् इत्युक्ते अत्र समीपं, परम् अपरम् इत्यनेन दूरं समीपं चेत्यर्थः, परत्वम् इत्यनेन दूरत्वम्, अपरत्वम् इत्यनेन सामीप्यम्. अतः रामस्य कृते अयं घटः अपरः इति चेत् अस्मिन् घटे अपरत्वम् अस्ति इति उच्यते. यदा च रामात् दूरे विद्यमानया दिशा सह संयोगो भवति तस्य घटस्य, तदानीं यत् अपरत्वं घटे अस्ति तन्नश्यति, परत्वं च तस्मिन् घटे उत्पद्यते. इदानीं दिक् सन्दर्भे किमपि चर्चा अस्ति. रामस्य सन्निहिता रामस्य समीपे यः दिक् अस्ति, यः विद्यमाना दिक् भवति तेन सह संयोग कस्यापि द्रव्यस्य संयोगः भवति, तथा यथा घटस्य चिन्तयामः उदाहरणत्वेन, घटः अस्ति, घटस्य संयोगः रामस्य समीपे विद्यमानया दिशा सह भवति, तदानीं रामस्य कृते तद् द्रव्यम् अपरं, द्रव्यं यथा यथा घटः रामस्य समीपे अस्ति स सः अपरं तत् द्रव्यम् अपरम् अपरम् इति वदामः नाम कृतं कथम् एकनिमिषं कथं कथं कृतं महोदय पुनः एकं संज्ञा कृतम् अपरं यथा समीपे अस्ति रामस्य समीपे यः विद्यमानदिशा सः भवति विद्यमानदिशा तत् रामस्य कृते घटः समीपम् अस्ति अपरम् अस्ति अतः घटः अपरः घटः अपरः रामस्य समीपे विद्यमानया दिशा सह घटस्य संयोगः अस्ति अपरम् इत्युक्ते अत्र समीपं परम् अपरम् इत्यनेन दूरं समीपं चेत् अर्थः अपरं भवति यथा समीपं यथा अथवा समीपं वदामः अन्यत् अस्ति परम् परम् अपरम् इत्यनेन दूरम् अस्ति अथवा समीपम् अस्ति सः एव अर्थः तथा यथा वदामः परम् अपरं संयोगः अस्ति परत्वम् इत्यनेन दूरत्वं परत्वं यथा वदामः तत् दूरत्वं तत् कापि धर्मः अस्ति अपरत्वम् इत्यनेन सामीप्यम् अपरत्वम् इत्युक्ते सामीप्यम् अतः रामस्य कृते अयं घटः अपरः इति चेत् अस्मिन् घटे अपरत्वम् अस्ति इति उच्यते रामस्य कृते कोऽपि घटः अस्ति अपरः अस्ति सामीप्यम् अस्ति तथा तत् घटे विद्यमानधर्मः अपरत्वम् इति उच्यते यदा च रामात् दूरे विद्यमानया दिशा सह संयोगः भवति तस्य घटस्य तदानीं यत् अपरत्वं घटे अस्ति तन्नश्यति यदि वयं सः घटः या अथवा अन्य कोऽपि द्रव्यः या रामस्य समीपे समीपे आसीत् पूर्वतं तत् अन्यत् कुत्रापि नयामः दूरे नयामः तत् घटे यः अपरत्वम् आसीत् तत् नश्यति इदानीं तस्य घटे परत्वम् उत्पद्यते दूरे यथा दूरत्वम् उत्पद्यते तत् यथा परत्वम् अस्ति वक्तुं शक्नुमः घटे उत्पद्यते समीचीनमस्ति तर्हि परत्वम् अपि च अपरत्वम् इति द्रव्ये एव भवति दिक् तु विभुः अस्ति अखण्डः अस्ति एतेषां द्रव्याणाम् आधारेण दिशः उपादयः भवन्ति घटः अपि उपाधिः अपि च रामः स्वयम् उपाधिः यः कोऽपि भवतु दिशः उपाधिः भवति तर्हि एकं द्रव्यम् अपेक्ष्य अपरं द्रव्यं कुत्र तस्य संयोगः भवति इति आधारेण अपरस्मिन् द्रव्ये परत्वम् अस्ति वा अथवा परत्वमस्ति वा अपरत्वमस्ति वा इति निर्णेतुं शक्नुमः अपि च सन्ध्या भगिनी यद् भवती पठितवती दिशा सह दिशि परत्वम् अपरत्वं वा इति पृष्टवती खलु तदपि सत्यम् इदानीं घटस्य आधारेण इदानीं रामम् अपेक्ष्य अथवा रामात् घटः कियद्दूरम् अस्ति इति दृष्ट्वा अस्तु तत्र यत्र घटः अस्ति तया दिशा सह यत्र घटस्य संयोगः भवति सा दिक् अपरा वा अथवा परा वा इति वक्तुं शक्यते तर्हि परत्वम् अपरत्वं तत्र घटे अपि भवितुमर्हति दिशि अपि भवितुमर्हति इति हा इति मम मयापि पृष्टमासीत् वर्गे इत्येव महोदयेन उक्तम् तर्हि घटे यदा विद्यते तर्हि अपरः घटः दिशि यदा विद्यते तर्हि अपराधिक् इति अपराधिक् हा अपराधिक् अथवा पराधिक् घटस्य आधारेण तथापि वक्तुं शक्नुमः इत्युक्ते तत्र उपाधिः कः इति दृष्ट्वा तत्र सत्यम् अस्तु भगिनि अपि च रामे अपि टिक् रामः अपि एकः द्रव्यः सत्यं घटस्य अपेक्षया रामः दूरः अस्ति वा न इति आमाम् अवश्यं सत्यं कम् अपेक्षया कस्मिन् परत्वम् इति निर्णेतव्यं तावदेव एकः स्थिरवस्तुः भवेदेव यथा रामः अत्र रामः तु स्थिरः. रामम् अपेक्ष्य घटः कियद्दूरम् अस्ति इति दृष्ट्वा तत्र तस्मिन् अथवा रामम् अपेक्ष्य घटः यस्मिन् अथवा यस्यां दिशि अस्ति सादिक् दूरं वा अथवा समीपं वा इति दृष्ट्वा घटे अपरत्वं वा परत्वम् आरोप्यते. तर्हि विवक्षानुसारमेव अस्ति एतद्. समीचीनं तथा एव. भगिनि अत्र किञ्चित् आङ्ग्लभाषां क्षमतां वदामि, रेफरेन्स् पायिण्ट् किमपि आवश्यकम्? सत्यं हा, इति अग्रिमपरिच्छेदे अपि अस्ति वित् रेस्पेक्ट् टु राम इति रेफरेन्स् पायिण्ट् आवश्यकमस्ति. अस्तु अग्रे सरेम. तर्हि लक्ष्मी भगिनी पठति वा? आं भगिनि. अस्तु, पुनः घटस्य संयोगः अस्ति रामस्य समीपे विद्यमानेन दिशः भागेन सह, तदा घटे अपरत्वम् अस्ति नाम समीपत्वम् अस्ति. रामम् अपेक्ष्य घटे अपरत्वम् अस्ति यदा दिशः एतेन भागेन सह घटस्य संयोगः नष्टः, तदा दिशः अन्येन भागेन सह नाम इतोपि दूरे विद्यमानेन भागेन सह संयोगो भवति. तदानीं घटे विद्यमानम् अपरत्वं नष्टं, रामम् अपेक्ष्य घटे परत्वम् आगतम्. अपेक्ष्य इत्यनेन अपेक्षते इत्यस्य ल्यबन्तं रूपम् अप् योगः इक्ष् योगः ल्यप्. अस्मिन् प्रसङ्गे अपेक्षया इति नोपयुज्यते, अपेक्ष्य इत्येव साधुरूपं भवति. रामम् अपेक्ष्य इत्युक्ते वित् रेस्पेक्ट् टु राम. तर्हि रामम् अपेक्ष्य घटः परः, घटे परत्वं, समीपे विद्यमानद्रव्यम् अपेक्ष्य अयमेव घटः अपरः, अयमेव घटः अपरः, घटे च अपरत्वम्. अस्तु अस्तु, पुनः घटस्य संयोगः अस्ति रामस्य समीपे. सो इदानीं घटः रामस्य समीपे यः देशः अस्ति तत्रैव घटः संयोगः, तदा घटः रामस्य समीपे अस्ति इति वदामः. अन्यरीत्या घटे अपरत्वम् अस्ति वा, समीपत्वम् अस्ति अथवा अपरत्वम् अस्ति इत्यपि तस्य अन्य वर्णनं. कस्य तर्हि आहत्य अपरत्वं कस्य आधारेण तथा वक्तुं शक्नुमः, समीपत्वम् अपरत्वं? रामस्य आधारेण. हा किन्तु अपरत्वमिति गुणः घटे अस्ति, घटे अस्ति किन्तु तथा वक्तुं मुख्यः विचारः अस्ति यत् तथा वक्तुं दिशा सह संयोगः आवश्यकः. अपरत्वं घटे अस्ति किन्तु तत्र रामः इति यदा राजेन्द्रमहोदय उक्तवान् रेफरेन्स् पायिण्ट् अपि आवश्यकं किल. रामः रेफरेन्स् पायिण्ट्, तर्हि सः स्थिरवस्तुः अस्ति. अपरत्वं तु घटे एव अस्ति किन्तु रामं विना घटे परत्वम् अस्ति वा अपरत्वम् अस्ति वा न वक्तुं शक्नुमः. आम् सत्यम् सत्यं, तदपि तदावश्यकम्. अपि च दिशा सह, दिशः येन भागेन सह संयोगः अस्ति तस्य आधारेण अपि परत्वम् अथवा अपरत्वं निर्णीयते. अस्तु अस्तु, संयोगः इति द्वयोः द्रव्ययोः मध्ये अस्ति, द्वयोपि द्रव्ये आधारितः, अतः संयोगः परत्वम् अपरत्वं घटे अपि अस्ति दिशे अपि अस्ति युगपत्. तर्हि इति तु वक्तुं शक्यते, परन्तु कुत्र इष्टम् इति, परत्वं वा अपरत्वम्? अधुना घटे. अस्तु, घटे अपरत्वम् इष्टं, तदर्थं दिशा सह संयोगः आवश्यकः. तेन संयोगेन आधारेण घटे अपरत्वम् अथवा समीपत्वम् अथवा दूरत्वं परत्वम् अस्ति न वा इति द्रष्टव्यं भवति. इदानीं रामम् अपेक्ष्य घटे अपरत्वम् अस्ति. रामम् अपेक्ष्य घटे अपरत्वम् अस्ति. यदि तत्र रामः न अस्ति चेत् घटे अपरत्वम् अस्ति वा अपरत्वम् अस्ति वा न वक्तुं शक्नुमः. तर्हि आहत्य साकाङ्क्षपदार्थः. साकाङ्क्षपदार्थः. आम्. यदा दिशः एतेन पाकेन सह घटस्य संयोगः नष्टः. एकनिमिषं भगिनि. प्रतियोगी इति असाकाङ्क्षः प्रतियोगिता तदपि साकाङ्क्षः शब्दः. अपि च अन्य इत्युक्ते यः कोऽपि यस्य कस्यापि अवगमनार्थम् इतोपि किञ्चित् ज्ञातव्यं भवति. प्रायः भेदः साकाङ्क्षपदार्थः इति अस्माभिः पूर्वं दृष्टं. तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिता कः इति किमपि. तर्हि प्रतियोगिता कीदृशी इति परिशीलनीयमासीत्. हा सत्यं, तत्र दृष्टम्. अस्तु. यदा दिशः एतेन भागेन सह घटस्य संयोगः नष्टः तदा दिशः अन्येन भागेन सह नाम इतोपि दूरे विद्यमानेन भागेन सह संयोगो भवति. अस्तु. इदानीं यदि किमपि कारणेन क्रियया घटस्य संयोगः नष्टः जातः अस्मात् देशात् अन्यदेशेन सह तस्य संयोगः भवति तत्र तदानीं अत्र दिशः दिक् इति पदमस्ति. तस्य षष्टिविभक्ति दिशः. अस्तु. तर्हि देशः इति न वक्तव्यं यतोहि देशः इति उपाधिः. अस्तु अस्तु. तर्हि दिक् इत्येव दिशः अपरेणभागेन सह. अस्तु अग्रे. अस्तु. दिशः देशः नाट् इण्टर्चेञ्जबल्. न न तथा न भवति. दिक् इत्यस्य षष्टि विभक्ति दिशः यथा भवान् भवतः तद्वत्. अस्तु अस्तु. तदा दिशः अन्येन भागेन सह नाम इतोपि दूरे विद्यमानेन भागेन सह संयोगो भवति. घटः इदानीम् अन्यत्र कुत्रोपि अस्मिन् अत्र भगिनि अत्र दिशः. आम् सत्यं. दिशः इत्युक्ते तस्य षष्टिः भवति किन्तु फलितार्थः अस्ति अत्र एकस्मिन् देशे संयोगः भवति संयोगनाशः जातः अन्यस्मिन् देशे नूतनसंयोगः जातः आगतः तदपि दिशः देशः इति इण्टर्चेञ्जबल् नास्ति. इण्टर्चेञ्जबल् नास्ति परन्तु फलितार्थम् अस्ति. मूव् फ्रम् वन् तत्तु वक्तुं शक्यते. पूर्वदेशसंयोगः उत्तरदेशः इति वक्तुं शक्यते परन्तु द्रव्यं तु दिक् अस्ति न तु देशः. हा प्रथमे पुटे एव अस्ति खलु द्रव्याणि. द्रव्यं तु दिक् एव अस्ति. देशः इति दिशः उपाधि. अस्तु. इत्युक्ते दिक् अस्ति अखण्डादिक् अस्ति तस्मिन् कश्चन देशः प्रदेशः सः एकः उपाधिः तथा. अस्तु. अस्तु. तदानीं घटे विद्यमानम् अपरत्वं नष्टं रामम् अपेक्ष्य घटे परत्वम् आगतम्. अस्तु. इदानीं घटे दूरे रामम् अपेक्ष्य घटः दूरं गच्छति, अतः दूरं गच्छति, अतः घटे विद्यमान अपरत्वमिति गुणस्य नष्टं भवति, परत्वमिति अन्यगुणम् आगतः. अपेक्ष्य इत्यनेन अपेक्षते इत्यस्य ल्यबन्तं रूपम् अप्योगः इष्योगः ल्यप् अस्मिन् प्रसङ्गे अपेक्षया इति न उपयुज्यते. अपेक्ष्य इत्येव साधुरूपम् किमर्थमिति न उक्तं किल. तर्हि यतोहि अपेक्षया लभन्तं रूपं खलु ल्यप् यथा आगत्य अस्तु गत्वा आगत्य ल्यब् रूपं. ल्यबन्तस्थले कस्य प्रयोगः भवति, कस्याः विभक्तेः प्रयोगः भवति? तृतीयविभक्ति. ल्यबन्तात् पूर्वं किं भवति? ल्यबन्तात् पूर्वं द्वितीयः एव खलु. द्वितीयः पाठशालां गत्वा अथवा पाठशालाम् आगत्य कर्मपदं तद्वदेव, तावदेव अस्ति, अन्यत् नूतनविषयः नास्ति. अपेक्षया योगे तु षष्टिविभक्तिः भवति रामस्य अपेक्षया इति. अस्तु, रामस्य अपेक्षया लक्ष्मणः किमस्ति? हा इति. तर्हि अपेक्षया षष्टिविभक्ति, किन्तु अपेक्ष्या इति लबन्तरूपं, तत्र रामम् अपेक्ष इति एव वक्तव्यं. तर्हि द्वितीयविभक्तिप्रयोगः अस्तु. तर्हि रामम् अपेक्ष्य घटः परः, घटे परत्वं, समीपे विद्यमानद्रव्यम् अपेक्ष्य अयमेव घटः अपरः, घटे च अपरत्वं. आहत्य रामं वा अन्य किमपि स्थिर वस्तु अपेक्ष्य घटे परत्वं वा अपरत्वं वा इति गुणः साधनीयः. आं साधनीयः. तर्हि रामम् अपेक्षा इत्युक्ते वित् रेस्पेक्ट् टु राम, तर्हि सः एव रेफरेन्स् पायिण्ट् इति अस्ति. इति वार्ता अस्ति. परत्वम् अपरत्वं कथं सिद्ध्यति, अपि च तस्य दिशा सह अपरत्वं परत्वम् अनयोः सम्बन्धः कः इति एतावत्पर्यन्तम् आसीत्. अधुना इतः अग्रे विद्याधर्यां द्वितीयम् उदाहरणमिति आसीत् खलु, असमवायिकारणनाशेन गुणनाशः इति एकं दीर्घं वाक्यं, दिप्पिण्डसंयोगरूपासमवयिकारणनाशेन. अधुना सः विषयः आगच्छति. तर्हि अस्य वाक्यस्य अर्थः कः इति अग्रे अस्ति. सावित्री भगिनी पठति वा? एकः विचारः अत्र, दिक् तु विभुद्रव्यम् अस्ति, सर्वत्र अस्ति. अत्र संयोगविभागः आनयनेन एव दिशस्य उपयोग दिशः उपयुज्यते. नो चेत् घटः रामस्य पार्श्वे अस्ति चेत् तस्मिन् अपरत्वं भवेत् एव. रामस्य पार्श्वे इत्युक्ते किं? रामस्य समीपस्थाधिक् अस्ति तस्मिन्. सत्यं सत्यं भगिनि, समीपम् इत्युक्ते किम् इत्युक्ते दिशस्य. परन्तु संयोगस्य आवश्यकता अस्ति वा तत्र अस्मिन् जनकनाशजन्य तत् अनुमानमेव. एवं चिन्तयामः, परत्वम् अपरत्वं गुणद्वयं खलु, तस्य समवायिकारणं किं? द्रव्यं यस्मिन् कस्मिन्नपि गुणः अस्ति चेत्, यस्मिन् कस्मिन्नपि द्रव्ये सः गुणः अस्ति, तद्द्रव्यमेव समवायिकारणं. निमित्तकारणानि तु बहूनि भवितुमर्हन्ति. खलु, ईश्वरः दृष्टः इति किमपि वयं पूर्वमपि दृष्टवन्तः, बहूनि भवितुमर्हन्ति. तर्हि असमवायिकारणं किम्? असमवायिकारणस्य बहु विशिष्टपरिभाषा अस्ति खलु. समवायिकारणे समवायेन स्थित्वा समवायेन कार्यं जनयति इति. तर्हि परत्वम् अपरत्वम् इत्यस्य असमवायी कारणं किम्? तदेव अहमपि वक्तुम् इच्छामि. अत्र संयोगस्य कृते एव दिशस्य आवश्यकता अस्ति. ओ, इत्युक्ते भवती किं वदति, दिशः कल्पना किमर्थमासीत् इति वा? आम् आम् आम्. हा, तस्य विषये तु न जानामि, परन्तु इति भाति तदा वदामश्चेत् कालस्य का आवश्यकता इति अपि चिन्तयितुं. न न, अत्र अस्मिन् प्रसङ्गे संयोगस्य साधनार्थम् अथवा विभागस्य साधनार्थमेव परत्वम् अपरत्वम् इति दिशस्य आवश्यकता अस्ति. अस्तु, आकाशः इति विभूद्रव्यः अस्ति. आकाशः इति विभूद्रव्यं सत्यं. दिक् पूर्वं दृष्टवन्तः, दिक् इति आकाशस्य, आकाशः इति अखण्ड विभूद्रव्यम्, उपाधि उपाधि यत्र उपाधि आगच्छति तत्रैव दिक् अपि आगच्छति इति तदपि दृष्टं किल? तर्हि विभूद्रव्याणि कानि कानि? आकाशः, कालः, दिग् आत्मा, मनः. यतोहि एते सर्वत्र भवन्ति. सर्वमूर्तसंयोगी इति उच्यते. मूर्तद्रव्यम् इत्युक्ते यस्मिन् क्रिया अस्ति तादृशद्रव्याणि मूर्तद्रव्याणि. तेषां संयोगः अत्र अस्ति, आकाशः, कालः, दिगात्मा. मनः अपि विभुद्रव्यं नास्ति, मनः अपि मूर्तद्रव्यं, तस्मिन् क्रिया अस्ति. तर्हि तर्हि आकाशः, कालः, दिग् इति यानि सन्ति ते, आकाशः अपि एकः एव, कालः अपि अखण्डः एकः एव, परन्तु अस्माकम् अवगमनार्थम् उपादयः साधनीयाः भवन्ति. आकाशस्य विषये कथं भवति, प्रकोष्ठे यः आकाशः अस्ति सः भिन्नः, प्रकोष्ठात् बहिः सः भिन्नः इति एव खलु लक्ष्मी भगिनी भवत्याः विवक्षा? तद्वत् काले अपि उपादयः भवन्ति, कालसङ्कोचकोपादयः. सूर्योदयः इति एका क्रिया, सा एका उपाधिः. तद्वत् दिशि अपि. पिण्डः इत्युक्ते किञ्चन द्रव्यं, किं द्रव्यम् इति निश्चितं नास्ति तत्र खलु? घटः स्यात्, पटः स्यात्, तर्हि दिक्पिण्डसंयोगरूप असमवायीकारणनाशेन परत्वादिनाशः. अनेन पूर्वं रामम् अपेक्ष्य दूरे विद्यमानदेशोपाधिदिशा सह पिण्डस्य संयोगः आसीत्. इदानीं समीपे दिग्भागेन सह पिण्डस्य संयोगः जातः. तदानीं परत्वं नष्टम्, अपरत्वञ्च व्युत्पन्नम्. तत्र दिक्पिण्डसंयोगः इति गुणः पिण्डे, परत्वम् इति गुणः अपि पिण्डे. दिक्पिण्डसंयोगः इति गुणः परत्वस्य समवायीकारणे विद्यमानः अपि च परत्वं प्रति कारणम्. असमवायीकारणं कश्चन गुणः काचन क्रिया वा समवायीकारणे स्थितं कार्यं प्रति च कारणम्. अतः दिक्पिण्डसंयोगः परत्वस्य असमवायीकारणम्. इदानीं दिक्पिण्डसंयोगः नष्टः, तस्मात् परत्वम् अपि नष्टम्. अतः समवायीकारणनाशेन गुणनाशः. अस्तु, अस्मिन् परिच्छेदे असमवायीकारणनाशेन कथं गुणनाशः भवति इति दर्शितमस्ति. पिण्डः इत्युक्ते किञ्चन द्रव्यं, यत्किमपि भवतु, घटः वा पटः वा यत्किमपि भवतु, तस्य दिक्पिण्डसंयोग संयोगरूप असमवायि कारणनाशेन परत्वादिनाशः. दिक् पिण्ड संयोगरूप असमवायि कारणनाशेन. अत्र रूप इति रूपस्य कथनं नास्ति, परन्तु संयोगरूप असमवायि कारणं खलु. समीचीनं भगिनि, तद्वदेव अस्ति. अस्तु, यदा संयोगनाशः अस्तु अग्रे पठामि. एकनिमिषः. तर्हि दिक्पिण्डसंयोगः कस्य अपार कस्य असमवायि कारणम्? दिक्पिण्डसंयोगः परत्वस्य असमवायि कारणम् अथवा अपरत्वस्य असमवायि कारणम्. समीचीनम् इति एव वार्ता, यतोहि दिक्पिण्डसंयोगः समवायिकारणे स्थितः, अपि च परत्वमपि समवायि इति. अपि च द्वयोः कार्यं प्रति कारणं भवति. हा, परत्वं प्रति दिक्पिण्डसंयोगः कारणं भवति. परत्वम् इति कार्यं, तं प्रति कारणं कारणं भवति. अस्तु, अनेन पूर्वं रामम् अपेक्ष्य दूरे विद्यमानदेशोपाधिदिशा सः पिण्डस्य संयोगः आसीत्. अस्तु, इदानीं एकः घटः रामस्य यत् दूरे विद्यमानदिशा सः संयोगेन स्थितः इति चिन्तयामः. इदानीं स एव घटः सः एव घटं रामस्य समीपे आनयामः, तदा रामस्य समीपे दिग्भागेन सः घटस्य संयोगः जातः. तदा परत्वं नष्टं भवति. परत्वम् इति गुणः पूर्वं घटे स्थितः. यदा घटः रामस्य दूरे यद् दिग्भागेन सह संयोगेन स्थितः, तदा परत्वम् आसीत्. परन्तु यत्र यदा घटः घटं रामस्य समीपे यत् दिक् भागेन सह संयोगः जातः, तत्र परत्वं नष्टम् अपरत्वम् आगतम्. अनेनापि स्पष्टं भवति खलु कथञ्चित् दिक्पिण्डसंयोगः कारणं भवति इति. संयोगः तु संयोगः एव अस्ति, दिक् अपि च पिण्डस्य संयोगः अस्ति सत्यं, किन्तु नूतनसंयोगः. दिक्पिण्डसंयोगः इति गुणः पिण्डे, परत्वम् इति गुणः अपि पिण्डे. घटे दिक्पिण्ड घट दिक् घटसंयोगः अस्ति, अपि च परत्वम् इति गुणः अपि घटे अस्ति. दिक्पिण्डसंयोगः इति गुणः परत्वस्य समवायि कारणे विद्यमानः, अपि च परत्वं प्रति कारणम्. इदानीं संयोगः इति गुणः तत् संयोगः एव परत्वस्य कारणम् अभवत्, समवायिकारणम् अभवत्, अपि च सः परत्वं प्रति कारणमपि अभवत्. न, संयोगः इति गुणः परत्वस्य समवायिकारणे विद्यमानः. अस्तु, द्वयोः पिण्डे एव आसम्, द्वयोः पिण्डे एव स्तः, पिण्डे एव स्तः, परत्वं प्रति कारणं भवति संयोगः. असमवायिकारणं भवति यदा अस्माभिः पूर्वमेव पठितं कश्चन गुणः अथवा काचन क्रिया यत् समवायिकारणे स्थितम्. अत्र तस्य उदाहरणं भवति दिक्पिण्डसंयोगः, परत्वस्य असमवायिकारणम्. इदानीं दिक्पिण्डसंयोगः नष्टः, अपि च परत्वं नष्टम्. दिक्पिण्डसंयोगः प्रथमदिशे नष्टः, नूतनदिशायां संयोगः भवति. तदा संयोगनष्टः, यदा संयोगः नष्टः भवति तस्मात् परत्वमपि नष्टं, तत्र असमवायिकारणनाशेन गुणनाशः इत्यस्य उदाहरणं भवति. हा समीचीनमस्ति. तर्हि एतावत् पर्यन्तम् अस्माभिः न दृष्टमासीत् असमवायिकारणनाशेन गुणनाशः कथं भवति इति. केवलं समवायिकारणनाशेन इत्युक्ते घटध्वंसेन घटस्य रूपादीनां नाशः इति, अपि च निमित्तकारणनाशेन इत्युक्ते अपेक्षाबुद्धिनाशेन द्वित्वादिसङ्ख्यानाशः इति दृष्टम्. इदम् अयं नूतनविषयः. दिक्पिण्डसंयोगः परत्वम् अपरत्वम् इत्यस्य असमवायिकारणम्, अपि च दिक्पिण्डसंयोगनाशेन परत्वं वा अपरत्वं नश्यति इति कृत्वा असमवायिकारणनाशेन गुणनाशः इत्यस्य उदाहरणं परिशीलितमासीत्. अत्र कोऽपि प्रश्नः वा? अस्तु, तर्हि अग्रे गत्वा मूलविषयं प्रति गच्छामः. अजितमहोदय अस्ति किम्? भगिनि, क्षम्यताम्, अहं म्यूट् मध्ये आसम् अतः प्रश्नः प्रायः नास्ति. असमवायिकारणं दिक्पिण्डसंयोगः परत्वस्य समवायिकारणमपि असमवायिकारणमपि न न समवायिकारणम् इत्युक्ते किम्? समवायिकारणे कारणम् इत्युक्ते समवायेन स्थित्वा. न न चिन्तयतु, घटः इदानीं वदामि, घटः रूपस्य समवायिकारणं खलु. तर्हि घटः स्वस्मिन् केन सम्बन्धेन भवति? घटः स्वस्मिन् तादात्म्यसम्बन्धेन भवति. तादात्म्यसम्बन्धेन भवति, अतः घटः तादात्म्येन स्थित्वा समवायेन कार्यं जनयति, तदस्ति समवायिकारणम्. असमवायिकारणम् इत्युक्ते समवायेन स्थित्वा समवायेन कार्यं जनयति. अस्तु अस्तु, यथा अत्रापि दिक्पिण्डसंयोगः इति समवायसम्बन्धेन कुत्रचित् अस्ति, कुत्र पिण्डे अस्ति, घटे अस्ति. पिण्ड इत्यस्य स्थाने घटम् इति स्थापयतु, दिक् घटः इति. दिग्घटसंयोगः घटे अस्ति, दिग्घटसंयोगः पुनः घटे एव परत्वं जनयति खलु इति कृत्वा असमवायिकारणम्. अपि च तस्मिन् दिशि दिग्घटसंयोगः नश्यति चेत् परत्वं वा अपरत्वं च नश्यति इति असमवायिकारणनाशेन परत्वा अथवा अपरत्वम् इत्यस्य नाशः जातः, अतः असमवायिकारणनाशेन गुणनाशः इति. भगिनि, तत्सर्वं समीचीनं. मम प्रश्नः अस्मिन् वाक्ये अस्ति, तृतीयवाक्यम् अचतुर्थवाक्यं परत्वम् इति गुणः, गुणः अपि पिण्डे, दिक्पिण्डसंयोगः इति गुणः परत्वस्य समवायिकरणे विद्यमानः अपि च परत्वं प्रति कारणम्. तत्र वाक्यं तु सत्यमेव, दिक्पिण्डसंयोगः इति गुणः परत्वस्य समवायिकरणे, परत्वस्य समवायि करणे वा कारणे वा? ओ, कारणे, कारणे, सत्यं, तत्र टङ्कणदोषः, तावदेव. समवायिकारणे अस्ति, परत्वस्य समवायिकारणं किम्? पिण्डः वा यः कोऽपि द्रव्यं, यः कोऽपि पदार्थः, घटः इति चिन्तयतु. परत्वस्य समवायिकारणं घटः, अपि च दिक् घटसंयोगः पुनः घटे. इति कृत्वा दिग्घटसंयोगः परत्वस्य समवायिकारणे विद्यमानः कश्चन गुणः परत्वं प्रति कारणम् इति. समीचीनम्, समीचीनम्. अस्तु, हा, चिन्ता नास्ति. तर्हि अजितमहोदय, परिशिष्टम् इत्यस्मिन् यदस्ति, एवं कुर्मः, करपत्रम् उद्घाटयतु साक्षात्. जनकनाशजन्यगुणनाशस्य इति करपत्रम् उद्घाटितमस्ति वा? तत्र पठतु, एतद् भिन्नगुणनाशः स्वाधिकरणे विद्यमानेन गुणान्तरेणैव वा इति यद्वाक्यमस्ति, तत्तु परिशिष्टे विद्यमानं वाक्यं, तस्यैव विवरणार्थम् इदं करपत्रमस्ति. अग्रे पठतु महोदय. अस्तु, जनकनाशजन्यगुणनाशस्य एकदेशदृष्टान्तः च एक विषये वादद्वयं पाकविषये वादद्वयम् एतद् भिन्नः गुणनाशः स्वाधिकरणे विद्यमानेन गुणान्तरेणैव भवति यथा घटादिषु रूपादीनां नाशः पिठरपाकवादिनैयायिकमते तेजः संयोगात् जायते यथा च द्रवत्वनाशः तेजः संयोगेन एवम् आत्मसमवेदज्ञानादीनामपि नाशः अत्र जनकनाशजन्यगुणनाशस्य एकदेशदृष्टान्ताः दीयन्ते एकः घटादिषु रूपादीनां नाशः तेजः संयोगात् द्वितीयः तेजः संयोगेन द्रवत्वनाशः तृतीयः आत्मसमवेदज्ञानादीनां नाशः क्रमेण अवलोकयाम अत्र प्रथमवाक्यम् अस्ति एतद् भिन्नगुणनाशः स्वाधिकरणे विद्यमानेन गुणान्तरेणैव भवति तर्हि परिशिष्टे वर्धिनी भगिन्या यद् पठितमासीत् जनकनाशजन्यगुणनाशः इति पश्यति वा परिशिष्टम् पश्यति परिशिष्टं द्वितीय प्रथमपरिशिष्टं पुस्तकस्य अन्ते आमां तत्र तत्र द्वितीयपरिच्छेदः कः आसीत् वर्धिनी भगिनी पठितवती जनकनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इत्युक्ते जनकनाशेन अजन्यः समवायिकारणेन वा असमवायिकारणेन वा अथवा निमित्तकारणेन वा नाशः न जातः परन्तु गुणनाशः जातः अस्तु तादृशः एतद्भिन्नगुणनाशः इत्युक्ते अधुना किम् एतद् इत्युक्ते किम् अत्र कोऽपि साहाय्यं करोति अहं भगिनि चिन्तयामि वदामि वा हा हा अवश्यं महोदय राजेन्द्रमहोदय एतद् भिन्नगुणनाश यथा यथा या गुणनाशः जनकनाशेन न जातः सः गुणनाशः संयोगनाश इति हा हा समीचीनम् तर्हि पूर्वस्मिन् परिच्छेदे तथा आसीत् खलु जनकनाशजन्य इत्युक्ते जनकनाशेन न जातः तस्मात् भिन्नः तादृशगुणनाशः इति अजित् महोदय अवगच्छति वा अजितः महोदय अस्ति किम् अजितमहोदय अस्ति वा अस्तु तर्हि राजेन्द्रमहोदय अग्रे पठतु करपत्रात् एतद् भिन्नगुणनाशः स्वाधिकरणे विद्यमानेन गुणान्तरेण एव भवति यथा इदानीं गुणनाशः यथा यः गुणनाशः जनकनाशः जन्यः अस्ति सः गुणनाशः स्व अधिकरणे विद्यमानः अस्ति गुण अनन्तरेण एव भवति तत् भगिनी न सम्यक्तया अवगच्छामि गुणान्तरेण एव महोदय किञ्चित् उक्तवान् गत सम्यक् न अस्तु अस्तु अन्य कोऽपि प्रयत्नं करोति वा लक्ष्मी भगिनी किमपि वदन्ती आसीत् अहं न वदन्ती आसम् किन्तु अहं प्रयत्नं कर्तुं शक्नोमि अस्तु अन्य कोऽपि तत्र गुणान्तरेण एव इत्युक्ते भिन्नगुणः अपरगुणेन इत्युक्ते स्वस्य अधिकरणे यत्र गुणनाशः भवति यस्मिन् अधिकरणे तस्मिन् अधिकरणे एव भिन्नगुणः कोऽपि वर्तते तेन एव गुणनाशः भवति इति अर्थः किल एतस्य वाक्यस्य. समीचीनं, तथा अस्ति. धन्यवादः भगिनि. इदानीं हा, तर्हि एकः गुणनाशः जातः, सः गुणनाशः एतद्भिन्नः. एतद् इत्युक्ते समवायिकारणनाशेन असमवायिकारणनाशेन निमित्तकारणेशः कारणेन तस्मात् भिन्नः गुणनाशः स्वाधिकरणे विद्यमानेन गुणान्तरेण. यथा सन्ध्या भगिनी उक्तवती, स्वस्मिन् अधिकरणे अपरः एकः गुणः अस्ति तेन इति. अस्तु, अग्रे महोदय. क्षम्यतां भगिनि, अहं मम कनेक्षन् प्रश्नः भवतु. अस्तु, तर्हि द्वितीयवाक्यं पठति वा, यथा घटादिषु. आम्, करपत्रं द्वितीयवाक्यः. घटादिषु रूपादीनां नाशः तेजः संयोगात्. क्षम्यतां, द्वितीयवाक्यः तेजः संयोगेन. एकनिमिषं महोदय. यथा घटादिषु रूपादीनां नाशः यथा घटादिषु रूपादीनां नाशः पिठरपाकवादिनैयायिकमते तेजः संयोगात् जायते. तत्र पिठरपाक वादिनैयायिकानाम् इत्युक्ते पूर्वम् उक्तं भगिन्या. तदग्रे आयाति पिठरपाकवादिनैयायिकाः इति एकः गणः. आम्, तेषां मते तेजः संयोगात् जायते. किं जायते? यथा घटादिषु रूपादीनां नाशः तेजः संयोगात् जायते इत्युक्ते कुत्र इति नाम तेजसंयोगात् रूपादीनां नाशः जायते. जायते, आम्, तेजसंयोगात् रूपादीनां नाशः जायते. रूपादीनाम् इत्यनेन रूपरस गन्धस्पर्शः चतुष्टयं, गुणचतुष्टयं. हा, तेषां नाशः तेजसंयोगात् जायते. कुत्र? घटादिषु, यत्र कुत्रापि ते भवन्ति इति पिटरपाकवादिनः वदन्ति. अग्रे. यथा च द्रवत्वनाशः तेजः संयोगेन. यथा तेजः गुणनाशः भवति घटादिषु रूपादीनां नाशः भवति. यथा द्रवत्वनाशः भवति तेजः संयोगेन तथा रूपादीनां नाशः भवति तेजः संयोगेन. एवं हा इति अग्रे पश्येम. ज्ञानादिनामपि नाशः इति उदाहरणम् इति उदाहरणं. यथा तेजसंयोगः इति गुणान्तरः, अपरः गुणः, तेन गुणेन अपरस्य गुणस्य द्रवत्वस्य अथवा रूपादीनां नाशः. तद्वद् आत्मनि विद्यमानज्ञानमपि नश्यति. अग्रे महोदय. अत्र जनकनाशजन्यगुणनाशस्य एकदेशदृष्टान्ताः दीयन्ते. इदानीं तृतीय दृष्टान्ताः दीयन्ते. हा इत्युक्ते जनकनाशाजन्यगुणनाशः इत्यस्य उदाहरणानि. जनकनाशाजन्यगुणनाशः इति सामान्यपक्षः, वयं वारं वारं दृष्टवन्तः खलु, आश्रयनाशाजन्यगुणनाशः इति सामान्यपक्षः. तस्मिन् पाकजरूपनाशः इति एकदेशदृष्टान्तः. तद्वदेव एतानि उदाहरणानि जनकनाशाजन्यगुणनाशः इत्यस्मिन् सामान्य उदाहरणानि. क्षम्यताम्, एकदेशदृष्टान्ताः. घटादिषु रूपादीनां नाशः तेजकसंयोगात्, यथा पूर्वम् उक्तं तेजकसंयोगेन द्रवत्वनाशः, आत्मसमवेदज्ञानादीनां नाशः. एतत् पिटरपाकवादिनैयायिकानां मतमस्ति, तादृशमतमस्ति. अग्रे क्रमेण परिशीलयामः उदाहरणानि. ज्ञानादीनां नाशः तत् न अवगच्छामि, कथं कः अर्थः कः अस्ति तत् इत्युक्ते आत्मनि यद् ज्ञानं विद्यते तदपि गुणः अस्ति खलु, आत्मनि विद्यमान तस्यापि नाशः जायते समानाधिकरणगुणेन इत्यस्य उदाहरणमस्ति. कथम् इति अग्रे भगिनी श्रूयते वा यद् वदामि अहम्? हा हा हा, तदा हा महोदय अपि उक्तवान् तर्हि सम्यक्तया न श्रुतं. हा हा, तर्हि अत्र अहं न अवगच्छामि एतद् भिन्नगुणनाशः इति स्वाधिकरणे विद्यमानेन गुणान्तरेणैव भवति इति. इत्युक्ते तत्र जनकनाशजन्यगुणनाशः इति अम्ब्रेला मध्ये ये यद्यद् अस्ति तद्विहाय एषः भिन्नः इति सत्यम्? ओ एतद् एतद् इत्यनेन किं गृहीतम् इत्युक्ते समवायिकारणेन नाशः गुणनाशः. अस्तु, असमवायिकारणेन निमित्तकारणेन जातः गुणनाशः क्षम्यतां, समवायिकारणनाशेन असमवायिकारणनाशेन निमित्तकारणनाशेन यः गुणनाशः जातः तस्मात् भिन्नः अस्ति अयं गुणनाशः. सः कीदृशः? जनकनाशाजन्यगुणनाशः इति बुद्धं वा? तर्हि जनकनाशाजन्यगुणनाशे समवायिकारणनाशेन गुणनाशः इति अन्तर्भवति किल? न, अत्र जनकनाश अजन्य इति वार्ता खलु. आम्, जनकः इत्युक्ते कः? ओ समवायिकारण, ओ तर्हि अस्तु अस्तु, विपरीतं, तर्हि अहं विपरीतम् अवगतवती. जनकः तु यथावत् अस्ति, समवायिकारणं भवतु अथवा असमवायिकारणं भवतु निमित्तकारणं यथावत् तिष्ठति जनकः. क्षम्यतां, सम्पूर्णं करोतु. अतः एव जनकनाश अजन्य, तत्र सवर्णदीर्घसन्धिः अस्ति मध्ये, जनकनाश प्लस् अजन्य. जनकनाशेन न जातः अयं गुणनाशः, अपरेण गुणेन जातः. हा, तर्हि घटध्वंसेन रूपरसादीनां ध्वंसः, अनन्तरं दिक्पिण्डसंयोगेन संयोगरूपनाशेन तत्र परत्वादिनाशः, अनन्तरं अपेक्षाबुद्धिनाशेन द्वित्वादिनाशः इति एतानि त्रीणि उदाहरणानि जनकनाशजन्यगुणनाशस्य उदाहरणानि न सन्ति. जनकनाशात् यः गुणनाशः उत्पद्यते तस्य उदाहरणं. हा हा, सत्यं. हा हा हा, अतः एव अहं न अवगतवती. अस्तु भगिनि, सम्यक्. इदानीं तु तद्भिन्नम् अस्ति. तद्भिन्नः गुणनाशः इत्युक्ते जनकनाशाजन्यगुणनाशः, तस्य उदाहरणानि एतानि त्रीणि. समीचीनं, तर्हि एतानि त्रीणि अपि समानाधिकरण अथवा स्वाधिकरणे विद्यमानगुणान्तरेण जायते इति पिटरपाकवादिनैयायिकाः वदन्ति. ते के इति अग्रे अपि अग्रे तेषामपि किञ्चित् विवरणमस्ति अत्र. अस्तु, अग्रे सरेम, तर्हि वर्धिनी भगिनी पठति वा? एकनिमिष भगिनी, अन्यः कोऽपि अस्ति नूतनतया? कोऽपि अस्ति? सावित्री भगिनी, वर्धिनी भगिनी, राजेन्द्रमहोदय, सन्ध्या भगिनी, लक्ष्मी भगिनी, अजितमहोदय. अस्तु, अग्रे भगिनि पठामि वा? घटादिषु तेजः संयोगात् रूपादीनां नाशप्रसङ्गे परिचयः पूर्वं जातः अत्र किन्तु पिठरपाकवादिनैयायिकमते इत्युक्तम् अतः अस्मिन् प्रसङ्गे किञ्चित् पश्येम. पाकविषये वादद्वयमस्ति. यथा जानीमः पाकः इत्युक्ते तेजस्संयोगः. तेजसः संयोगेन पूर्वं विद्यमानं रूपं नश्यति, नूतनरूपं च उत्पद्यते. एवमेव रीत्या च पूर्वं विद्यमानः रसः नश्यति, रसान्तरञ्च उत्पद्यते. पूर्वं विद्यमानः गन्धः नश्यति, गन्धान्तरञ्च उत्पद्यते. पूर्वं विद्यमानः स्पर्शः नश्यति, स्पर्शान्तरञ्च उत्पद्यते. तेजसः संयोगेन एतत् सर्वं भवति. कथं भवति इत्यस्मिन् विषये वादद्वयं विद्यते. घटादिषु तेजसंयोगात् रूपादीनां नाशप्रसङ्गे परिचयः पूर्वं जातः. अत्र किन्तु तेजसंयोगस्य विषयः पूर्वम् उक्तम्. अत्र किन्तु पिठरपाकवादिनैयायिकमते इत्युक्तम् अतः अस्मिन् प्रसङ्गे किञ्चित् पश्येम. पिठरपाकवादिनैयायिकमते अस्य पितरपाकवादिनैयायिकाः इत्युक्ते के इत्यस्य विषये विषये वयं पठामः. पाकविषये वादद्वयमस्ति. यथा जानीमः पाकः इत्युक्ते तेजसंयोगः. तेजसंयोगेन पूर्वं विद्यमानं रूपं नश्यति, नूतनरूपम् उत्पद्यते. रसः नश्यति, अन्यतमरसः उत्पद्यते तेजस्संयोगेन. गन्धः नश्यति, गन्ध इतरगन्धः उत्पद्यते तेजस्संयोगेन. पूर्वं विद्यमानः स्पर्शः नश्यति, स्पर्शान्तरञ्च उत्पद्यते तेजस्संयोगेन. एतत् सर्वं भवति. कथं भवति इत्यस्मिन् विषये वादद्वयं विद्यते. हा सत्यं. तर्हि पूर्वमपि अस्माभिः दृष्टं पाकजगुणाः एते एव खलु. तत्र तेजसंयोगेन एकं नश्यति अपरं जायते, तादृशगुणाः एते एव. रूपं रसः गन्धः स्पर्शः. तत्र कोऽपि विवादः नास्ति. एते पाकजाः इत्यस्मिन् विवादः नास्ति. किन्तु एतेषु कथं भवति नूतनं कथं भवति इत्यस्मिन् विषये सत्यं. तत्र पिटरपाकवादिनैयायिकाः इति एकः गणः, पीलुपाकवादिनः पीलुपाकवादः, द्वितीयवादः पिठरपाकवादः इति अस्ति वार्ता. आम् इति वार्ता अस्ति इति अग्रे परिशीलयामः. तर्हि सन्ध्या भगिनी पठति वा? आम् भगिनि. प्रथमवादः पीलुपाकवादः. पीलुः इत्युक्ते परमाणुः, वादः इत्युक्ते सिद्धान्तः. तत् वदति इत्यस्मिन् अर्थे वादः. तस्य कथनम् एवम् इति. वद्धातुः योगः घञ् प्रत्ययः वादः. पीलुपाकवादिनां मते परमाणौ तेजस्संयोगः भवति. तदा परमाणौ विद्यमानं रूपं नश्यति, तेन द्व्यणुके विद्यमानं रूपं नश्यति, तेन च त्रणयुके विद्यमानं रूपं नश्यति, तेन चतुरणुके विद्यमानं रूपं नश्यति. एवं रीत्या अन्ततो गत्वा घटे विद्यमानं रूपं नश्यति. अनन्तरं परमाणौ अन्यद् रूपम् उत्पद्यते. तच्च परमाणौ रूपं द्व्यणुके विद्यमानं रूपं प्रति कारणम्. तच्च क्रमेण त्र्यणुके विद्यमानं रूपं प्रति कारणं भवति, अन्ततो गत्वा घटे विद्यमानं रूपं प्रति कारणं भवति। अयं वादः वैशेषिकाणां। तर्हि अत्र वादद्वयं वा पक्षद्वयम् इति प्रायः वक्तुं शक्यते। तत्र पीलूपाकवादः, पिठरपाकवादः। किमर्थम् एतदागच्छति? तत्र वाक्ये अस्माकं पिठरपाकवादिनैयायिकानां मतं किम् अस्ति इति तत्र लिखितमस्ति, अतः तद् अवगन्तुं प्रथमं तत्र पीलूपाकवादः इत्युक्ते कः इति। तर्हि पीलुः इत्युक्ते परमाणुः, अनन्तरं वादः इत्युक्ते सिद्धान्तः, तेषां मतम् इति। तत्र वादः इति पदं वद् धातुः योगः घञ् प्रत्ययः यदि तत्र योजयामः धातुं प्रति तर्हि आगच्छति, यथा पाठः तादृशपदानि। तर्हि पीलुपाकवादः वादिजनाः वदन्ति तत्र प्रथमं परमाणौ तेजस्संयोगः भवति, परमाणौ तत्र परिवर्तनं जायते, परमाणौ विद्यमानं रूपं प्रथमं नश्यति, तेन तत्र द्व्यणुके विद्यमानं रूपं यदस्ति तस्य नाशः भवति, ततः अग्रे ततोपि उपरि त्र्यणुके विद्यमानस्य रूपस्य नाशः भवति, तथा गत्वा अन्ततो गत्वा घटे विद्यमानरूपस्य नाशः भवति। इत्युक्ते आरम्भः परमाणौ भवति इति तेषां मतम्। अनन्तरं रूपनाशः भवति तेजस्संयोगेन, पुनः भिन्नरूपम् आगच्छति तत्र, तर्हि तदपि परमाणौ एव आरम्भः भवति तस्यापि। तर्हि परमाणौ प्रथमं भिन्नरूपं तस्य उत्पादनं भवति, अनन्तरं ततः पुनः द्व्यणुके, ततः त्र्यणुके इति कृत्वा अन्ततो गत्वा घटे तत्र रूपनाशात् प्रथमं रूपनाशः, अनन्तरं भिन्नरूपम् इति कृत्वा घटे विद्यमानं रूपम् इदानीं नूतनं रूपं यद् अस्ति तस्य रूपस्य कारणं परमाणौ एव तत्र आरम्भः अस्ति, परमाणोः आरम्भः भवति इति वैशेषिकाः वा पीलूपाकजनाः वदन्ति। तर्हि पीलूपाकजना वादिनः एव वैशेषिकाः इति अर्थः किल? सत्यम् इति भाति अत्र। पीलूपाकवादिनः वैशेषिकाः, अपि च वैशेषिकाः अपि नैयायिकाः एव इति अपि उक्तमासीत् महोदयेन। आम्, तर्हि अत्र सत्यं, कुत्र कुत्रापि वैशेषिकाः इति तत्र सिद्धान्तिनः भवन्ति, नव्यनैयायिकाः इत्युक्ते अन्यस्मिन् प्रसङ्गे, तत्र भेदः अनन्तरं पृथक्त्वम् इत्यस्य प्रसङ्गे वैशेषिकाः सिद्धान्तिनः, नैयायिकाः तत्र नूतननैयायिकाः, नव्यनैयायिकाः तत्र किं वदामः तत्र पूर्वपक्षिणः तस्मिन् प्रसङ्गे आसीत् इति स्पष्टतया उक्तमासीत् वा तस्मिन् सन्दर्भे? मम स्मरणे नास्ति। स्पष्टतया प्रायः नासीत्, प्रायः अहमेव ऊहां कृतवती। अवश्यं पूर्वपक्षिणः सिद्धान्तिनः इति अवश्यम् आसीत्। यस्य कस्यापि सिद्धान्तः ते सिद्धान्तिनः, ये केऽपि सिद्धान्तस्य विरुद्धं वदन्ति ते पूर्वपक्षिणः। अस्तु, अत्र तु पीलुपाकवादिनः वैशेषिकाः इत्येव स्पष्टं लिखितमस्ति। अयं वादः वैशेषिकाणाम् इत्यनेन किञ्चित् अवगन्तुं शक्नुमः। अस्तु अस्तु, तर्हि राजेन्दर् महोदय अग्रे पठति वा? पिठरपाकवादः इति द्वितीयं मतम्। अत्र च पिठरशब्दः स्वीकृतः पठरशब्दस्य घटः इत्यर्थः। वस्तुतः घटे एव कार्यं भवति इति न, पिठरपाकः इति पारिभाषिकनामकरणं कृतं तावदेव। पिठरशब्देन पार्थिवद्रव्यं यत्किमपि भवति। पिठरपाकवादिनां मतानुसारं साक्षात् घटे एकं रूपम् अस्ति, तेजसंयोगः च साक्षात् घटे भवति न तु परमाणौ। तर्हि तेजसंयोगः तेजः संयोगः जायते, तेन कारणेन घटे विद्यमानरूपं नश्यति, रूपानन्तरं च उत्पद्यते। अयं वादः नैयायिकानां नाम अत्र तु भगिनी दृश्यते पीलुपाकवादः पिठरपाकवादः तत् प्रक्रिया भिन्नम् अस्ति, अन्ततो गत्वा तु तत् सा फलितार्थः तथैव वस्तुतः तथैव सत्यं वस्तुतः तथैव अस्ति। येषां पीलुपाकवादिनां बाटम् अप् अप्रोच् अस्ति पिठरपाक टाप् डौन् इति द्वितीयं मतम् अस्ति पिठरपाकवादः। तत् पठरशब्दस्य अर्थः घटः इत्यर्थः, घटे अन्ततो पिठरपाक इत्युक्ते किमपि द्रव्यं पार्थिवद्रव्यं, पिठरशब्देन किमपि पार्थिवद्रव्यं स्वीकर्तव्यम् अस्ति, यत्किमपि भवतु तत् पिठरपाकः। वस्तुतः घटे एव कार्यं भवति इति न, पिठरपाकः इति पारिभाषिकशब्दनामकृतं तावदेव, यथा अनन्तरं वदन्ति पिठरशब्देन पार्थिवद्रव्यं यत्किमपि भवतु तत् पिठरपाकः। पिठरपाकवादिनां मतानुसारं साक्षात् घटे एकं रूपम् अस्ति, ते वदन्ति पिठरपाकवादिनः वदन्ति ते घटे एक साक्षात् रूपम् अस्ति, तेजसंयोगेन साक्षात् घटे रूपनाशः भवति, न तु परमाणौ अस्त्रे, न तर्हि घटे तेजः संयोगः जायते, तेन कारणेन घटे विद्यमानरूपं नश्यति, साक्षात् घटे एव रूपं नश्यति, रूपान्तरं च अन्यत् रूपम् उत्पद्यते, तत् तत् परमाणौ कोऽपि तत्र किमपि कार्यं न भवति, अर्थात् तादृशी न दर्श वक्ष्यामः। अत् अयं वादः न्यायिकाः नाम तादृशी वादः अस्ति, ये वदन्ति तेजसंयोगः साक्षात् घटे एव अस्ति भवति, न तु परमाणौ अन्यत् तेज यदा रूपनाशः जायते तदा तदनन्तरं नूतनरूपं यः उत्पद्यते सः अपि घटे एव साक्षात् उत्पद्यते। तर्हि पिटरः इत्युक्ते द्रव्यं, तत्र द्रव्यम् इति मुख्यं भवति, पीलु इत्यत्र यत्किमपि पार्थिवद्रव्यं मुख्यं, तस्मिन्नेव संयोगः, तस्मिन्नेव आदौ रूपनाशः, नूतनरूपस्य जननमपि इति पिटरपाकवादिनां मतं। पीलु इत्यस्मिन् पीलु इति मुख्यं भवति परमाणुः, तर्हि परमाणुस्तरात् आरभ्य परमाणोः यः यद्द्रव्यं भवति तस्मिन्नपि रूपपरिवर्तनं रसपरिवर्तनं भवति। अस्तु, अग्रे लक्ष्मी भगिनी पठति वा? तत्र करपत्रे पिठर अत्र च पिठरशब्दः स्वीकृतः, तत्र अग्रे पठर इति अस्ति, पठरशब्दस्य घटः इत्यर्थः तत्र तत्र दोषः टङ्कण तावदेव। अस्तु, लक्ष्मी भगिनी अस्ति किम्, नो चेत् का अस्ति, सावित्री भगिनी अस्ति वा? के सन्ति अधुना? पञ्चजनाः तु दृश्यन्ते, षड्जनाः, अन्य कोऽपि कापि अस्ति? अजित् महोदय अस्ति वा? अस्मि भगिनि। हा, क्षम्यताम्, अस्तु पठतु महोदय अग्रे। अत्र बोध्यं यत् महोदय क्षम्यतां भगिनि, एतत् म्यूट् अभवत्। अस्तु अस्तु, अत्र बोध्यं यत् इत्यस्मात् तृतीयपरिचय अत्र बोध्यं यत् एते चत्वारः अपि रूपं रसः गन्धः स्पर्शः, एते चत्वारः अपि गुणाः साक्षात् परमाणौ, अतः प्रथमतया अवयविनि प्रथमतया अवयविनि जायन्ते इति पीलुपाकवादिनः प्रतिपादयन्ति, किन्तु पिठरपाकवादिनः कथयन्ति यत् यत् महद्द्रव्यम् अस्ति घटः, तस्मिन् साक्षात् एते चत्वारः गुणाः जायन्ते। अस्य अर्थे नास्ति यत् पिठरपाकवादिनां मतानुसारं परमाणुस्तरे रूपं नास्ति, रूपम् अस्ति इति तेऽपि वदन्ति, किन्तु अत्र रूपं परमाणु प्रथमं जायते इति न, साक्षात् घटे जायते। उभयमते तेजः संयोगेन रूपं जायते द्रव्ये, कथं जायते इत्येतावान्नेव मतभेदः। उभयत्र च परमाणुस्तरे रूपं रसः गन्धः स्पर्शः इति गुणाः सन्ति मतद्वयेऽपि। अत्र पिठर पाकवादिनः पीलुपाकवादिनः मद भेदं वदति, रूपं रसः गन्धः स्पर्शः एते चत्वारः गुणः। पिठर पीलुपाकवादिनः वदन्ति एते चत्वारः गुणः साक्षात् परमाणौ वर्तन्ते इति। तत्र तेजसंयोगेन तत्र परिवर्तनं भवति, किन्तु पिठरपाकवादिनः वदन्ति तत्र द्रव्ये एव। अत्र पीलुपाकवादिनः किं वदन्ति, प्रथमं परमाणौ प्रथमतया अवयविनी इत्युक्ते प्रथमवारम् अवयविनि अथवा प्रथमवारं द्रव्ये यदा गुणः जायते तत्तु परमाणुतः एव आगतम् इति पीलुपाकवादिनः। किन्तु पिठरवादिनः वदन्ति तस्य मतानुसारं रूपं रसगन्धस्पर्श इत्यादीनां द्रव्ये महद्रव्ये एव भवति। इत्युक्ते तेजसंयोगेन घटस्य रूपं परिवर्तनं भवति, यथा भगिन्या उक्तं एकः उपरितः अधो जायते तत् पीलुपाकवादिनः उपरि गच्छति। हा, पिठरपाकवादिनः उपरिष्टात् इत्युक्ते महद्द्रव्यं तस्मात् आरभ्य तस्मिन्नेव प्रथमतया चत्वारः गुणाः जायन्ते इति वदन्ति। तर्हि अस्य अर्थः नास्ति इति वाक्यं पठतु। अस्य अर्थो नास्ति, अस्य अर्थो नास्ति यत् पिठरपाकवादिनां मतानुसारं परमाणुस्तरे रूपं नास्ति। इत्युक्ते पिठरपाकवादिनः न वदन्ति परमाणुस्तरे रूपं नास्ति इति। रूपमस्ति इति तेऽपि वदन्ति, इत्युक्ते उभयोपि परमाणुस्तरे रूपम् अस्ति इति अङ्गीकुर्वन्ति, किन्तु अत्र रूपं परमाणु प्रथमं जायते इति न, साक्षात् घटे जायते। पिठरपाकवादिनः वदन्ति रूपं प्रथमं घटे एव जायते इति, न तु परमाणौ। समीचीनम्। अग्रे उभयमते तेजः संयोगेन रूपं जायते द्रव्ये, उभयमतम् अङ्गीकुर्वन्ति द्रव्ये रूपं जायते तेजः संयोगेन, कथं जायते इत्येवान्नेव मतभेदः कुत्र अस्ति इति चिन्तयति चेत् तत्र कथं जायते द्रव्य गुणस्य रूपस्य परिवर्तनं कथं जायते इति एव मतभेदः. कथम् इत्यस्मिन् मतभेदः, कुत्र इत्यस्मिन् न. कुत्र इत्यस्मिन् न. तर्हि उभयत्र परमाणुस्तरे अस्ति रूप रस गन्ध. उभयत्र च परमाणुस्तरे रूपं रसः गन्धः स्पर्शः इति गुणः सन्ति मतद्वये अपि. अस्तु, इति वार्ता उभाभ्याम् अङ्गीक्रियते. परमाणुस्तरे एते चत्वारः गुणाः सन्ति इति, किन्तु कथं जायते परमाणुस्तरे अथवा घटे इत्यस्मिन् भेदः इति सारांशत्वेन अग्रिमपरिच्छेदः अस्ति. एतावत्पर्यन्तं यत् किमपि पठितवन्तः, वर्दिनी भगिनी किञ्चित् पठति वा? आं भगिनि. आहत्य तर्हि भेदः एवं पीलुपाकवादिभिः उच्यते यत् परमाणौ विद्यमानं कृष्णरूपं नश्यति, तस्मात् कारणात् द्व्यणुके विद्यमानं कृष्णरूपं नश्यति, तस्माच्च त्रियणुके विद्यमानं कृष्णरूपं नश्यति, एवं क्रमेण घटे विद्यमानं रूपं नश्यति. यदा परमाणौ विद्यमानं कृष्णरूपं नश्यति तदा तदग्रिमक्षणे अन्यद् रूपं श्वेतरूपम् उत्पद्यते, तदा क्रमेण तदेव रूपम् उत्पद्यते द्व्यणुकं त्रियणुके द्व्यणुके त्रियणुके चतुर्णके घटे च इति प्रक्रिया. पिठरपाकवादिभिः उच्यते यत् साक्षात् घटे जायते. घटे जायते इत्युक्ते तदधिकरणे अवयवेषु अपि, अतः इदं रूपपरिवर्तनं परमाणुषु अपि भवति इति ते अङ्गीकुर्वन्ति. किन्तु आदौ परमाणुषु अनन्तरं द्रव्यणुके इत्यादि क्रमः एषः क्रमः नास्ति. साक्षात् घटे जायते भिन्नसमये घटे भिन्नसमये परमाणौ इति न. घटस्य यावन्तः अवयवाः सन्ति तेषु सर्वेषु युगपद् एव पूर्वं रूपं नश्यति. तेषु सर्वेषु च युगपदेव नूतनं रूपं जायते. समग्रे घटे तस्य सर्वेषु अवयवेषु च एकवारमेव नूतनरूपं जायते. सारांशः कः अत्र? अत्र भेदः, भेदस्य वर्णनं कृतं पीलुपाकवादिभिः पिठरपाकवादिभिः मध्ये भेदः वर्णनं. हा, भेदः, भेदस्य वर्णनं कृतम् अपि च पीलुपाकवादिनाम् अनुसारं परमाणौ विद्यमानं कृष्णरूपं नश्यति, तस्मात् कारणात् द्व्यणुके विद्यमानं कृष्णरूपं नश्यति क्रमशः प्राप्तम् अस्ति. क्रमशः उपरि गच्छन्ति अवयवात् आरभ्य अवयविनम् अवयविनं प्रति अवयविनि परमाणुः द्व्यणुकं त्रयणुकम् इति कृत्वा चतुर्णकम् अन्ततो गत्वा घटे अपि रूपं नश्यति. तदग्रिमक्षणे अन्यद् रूपं श्वेतरूपम् उत्पद्यते, तदा क्रमेण तदेव रूपं पुनः चतुर्णके घटे च इति पीलुपाकवादिनां. पिठरपाकवादिभिः उच्यते यत् घटे घटे रूपपरिवर्तनं जायते. सत्यम्. इत्युक्ते तदधिकरणे अवयवेषु अपि. घटस्य अवयवाः इत्युक्ते किम्? इत्युक्ते के? कपालः, कपालिका, तस्मात् अपि न्यूनम् इत्युक्ते परमाणवः इति सर्वे अवयवाः. रूपपरिवर्तनं परमाणुषु अपि भवति इति ते अङ्गीकुर्वन्ति. आदौ परमाणुषः अनन्तरं द्व्यणुके इत्यादिकम् एषः क्रमः नास्ति. अत्र क्रमः नास्ति, परमाणुषु अस्ति, परमाणुषु अस्ति यद्रूपं घटे यः स्पर्शः घटे सः एव अस्ति परमाणुषु, किन्तु क्रमः पीलुपाकवादिभिः यथा उक्तं तथा नास्ति, तथा नास्ति। अग्रिमवाक्यं पठतु, भिन्नसमये नास्ति, साक्षात् घटे जायते, साक्षात् घटे जायते, भिन्नसमये घटे, भिन्नसमये परिमाणौ इति न, इत्युक्ते एकस्मिन् समये एव सर्वेषु युगपतेव पूर्वरूपं नश्यति, युगपदेव नूतनरूपम् अस्ति इति के वदन्ति, इति के वदन्ति, पीलुपाकवादिनः वा अथवा पिटरपाकवादिनः वा? पिटरपाकवादिनः खलु, घटे जायते तस्मिन् एव समये युगपद् रूपनाशः गुणनाशः अवयवेषु तस्मिन्नेव समये समये नूतनरूपस्य उत्पादनमपि घटे अथवा पिठरे द्रव्ये पिठरपाकवादिनः तथा वदन्ति। अस्तु, आहत्य समग्रे घटे तस्य सर्वेषु अवयवेषु च एकवारमेव नूतनरूपमपि जायते पुरातनरूपस्य नाशनेन। एकसमये अस्तु इति वार्ता अस्ति, तयोः मध्ये भेदः अयमेव। कोऽपि प्रश्नः अत्र नास्ति? अस्तु, प्रश्नाः न सन्ति चेत् विरमामः। शुभरात्रिः। अस्तु भगिनी, धन्यवादः, नमस्कारः, धन्यवादः।